गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र द्वितीयविध असमवायिकारणम् इति तत्र कारणविषये वयं तत्र कार्यकारणसम्बन्धः यत्र वर्तते तत्र निकषत्रयं भवेत् इति जानीमः तत्र कार्यादिकरणे कारणेन स्थातव्यम् अपि सर्वदा स्थातव्यं नाम यत्र यत्र कार्यं जायते तत्र तत्र कारणेन कार्यादिकरणे स्थातव्यम् अपि कार्यस्य उत्पत्तेः पूर्वक्षणं कार्यादिकरणे स्थातव्यम् इति तत्र निकषत्रयम् अस्ति तर्हि तत्र कार्यकरणसम्बन्धः तत्र निकषत्रयं तदनन्तरं तत्र कारणानि कीदृशानि इत्युक्ते तत्र समवायिकारणमिति प्रथमविधकारणमस्ति नाम घटरूपं घटरूपस्य तत्र समवायिकारणं भवति द्रव्यम् आश्रयः इति तत्र घटस्य रूपस्य समवायिकारणं भवति तत्र घटः अपि पुनः घटस्य समवायिकारणं भवति तत्र कपालः कपालः यतोहि आश्रयः अस्ति घटस्य इति कृत्वा तत्र समवायिकारणं किम् इति दृष्टवन्तः अपि असमवायिकारणं प्रथमविद असमवायिकारणमपि दृष्टवन्तः इदानीं तत्र द्वितीयविद असमवायिकारणम् इति भवति तत्र किञ्चित् पुनस्मरणं कृत्वा तत्र अग्रे सरामः तत्र करपत्रे किञ्चित् एव अवशिष्यते तदर्थं तत् पठामः तर्हि तत्र उदाहरणम् अस्माकम् अस्ति तत्र तत्र कपालपरिमाणं अपि घटपरिमाणम् तर्हि अस्तु अस्तु अस्तु तर्हि तत्र आरम्भतः पश्यामः तर्हि तत्र अस्तु योगेन्द्रमहोदय तत्र कपालपरिमाणं तस्य समवायिकारणं किमस्ति कपालपरिमाणस्य समवायिकारणमस्ति कपालः कपालः उत्तमं हा तर्हि कपालस्य परिमाणस्य आश्रयः अस्ति कपालः घटपरिमाणस्य आश्रयः कपालः घटपरिमाणस्य न श्रूयते महोदय घटपरिमाणस्य न श्रूयते वा घटपरिमाणस्य आश्रयः अस्ति घटः घटः अस्तु तर्हि घटः अस्ति अस्तु समीचीनम् अस्तु इदानीं विमला भगिनी तत्र कपालपरिमाणं घटपरिमाणं प्रति कारणम् इति भवति वा भवति महोदय किमर्थम् असमवायिकारणं साक्षात् नास्ति परन्तु परम्परासम्बन्धेन तत्र तत्र कार्यकारणभावः अस्ति इति तत्र प्रदर्शनात् प्राक् तत्र अनुभवः अस्ति वा तत्र कपालपरिमाणं घटपरिमाणं तयो मध्ये तादृशसम्बन्धः वर्तते वा इति नाम कार्य अनुमानेन अनुमानेन ऊहां कर्तुं शक्नुमः यदि कपालपरिमाणः बृहत् अस्ति घटपरिमाणमपि बृहत् भवेत् इति परन्तु अनुभवेन तत्र वयं चिन्तयामः तत्र कार्यकारणभावः तयोः मध्ये वर्तते इति तर्हि तत्र प्रथमतया कार्यकारणभावः तयोः मध्ये अस्ति इति इदानीं तत्र समस्या का तत्र यथा केवलं पश्यामः तर्हि तत्र निकषत्रयं भवेत् कार्यकारणयोः मध्ये अत्र का स्थितिः सामानाधिकरण्यं नास्ति अत्र कपालपरिमाणस्य अपि च घटपरिमाणस्य हा इति समस्या उत्तमं हा समस्या अस्ति तत्र कपालपरिमाणं कपाले कपालः कपालः घटः नास्ति इति कृत्वा तत्र समस्या वर्तते. समीचीनम्. हा अस्तु, धन्यवादः भगिनि. इदानीम् उषा भगिनी, तत्र वयं किं कृतवन्तः, तत्र समानाधिकरणीयम् इच्छामश्चेत् तत्र विकल्पद्वयमासीत्, तत्र अधिकरणं किं किम् इति स्वीकर्तुं शक्नुमः. इदानीं सम्बन्धः मास्तु, किन्तु तत्र विकल्पद्वयं किम् इति तावदेव. आश्रयः, ऐ मीन् अधिकरणः द्वयम् इति स्वीकर्तव्यं. कपालः इति एकम् अधिकरणं, देन् कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति, देन् घटपरिमाणं कपाले कथं भवति वक्तव्यं, कथं भवति इति एकं वक्तव्यं. उत्तमं भगिनि, हा उत्तमं. तत्र प्रथमविधमस्ति, तत्र कपालः इति यदि स्वीकुर्मः, कपालः एव अधिकरणं, कपाले सामानाधिकरणीयं साधयितुम् इच्छामश्चेत् कपालपरिमाणं साक्षात् भवति समवायसम्बन्धेन. तत्र घटपरिमाणं आनेतव्यं भवति केनापि सम्बन्धेन कपाले इति भवति. समीचीनं. हा, अन्य एकम् अनन्तरं कपालपरिमाणं प्रथमविधे साक्षात् अधिकरणे अस्ति, कारणं अधिकरणे साक्षात् अस्ति. द्वितीयविध असमवायी कारण द्वितीयविध बी सेक्षन्. किन्तु तत्र एकमासीत् अधिकरणं, तत्र समानाधिकरणं कपाले कर्तुं शक्नुमः, अथवा घटः इत्यस्य कृते घटे घटः समान घटपरिमाणं साक्षात् अत्र अस्ति अस्ति, परन्तु कपालपरिमाणं घट घटस्य कृते कथं वक्तव्यम् इत्यस्य कृते परम्परया सम्बन्धः. घटे कथमस्ति इति वक्तव्यं. समीचीनं. घटः अधिकरणम् इति स्वीकुर्मश्चेत् कार्यम् अधिकरणे अस्ति अस्ति, कारणम् आनेतव्यं भवति तत्र कारणाधिकरणे कार्याधिकरणे इति. समीचीनम्. अतः तत्र अस्माकं तत्र मार्गद्वयमस्ति, कार्य अधिकरणम् अधिकरणम् इति स्वीकर्तुं शक्नुमः, अथवा कारणस्य अधिकरणम् कार्यस्य अधिकरणमपि इति स्वीकर्तुं शक्नुमः, तत्र मार्गद्वयं भवति. अस्तु, समीचीनं भगिनि. हा अस्तु, इदानीम् अग्रे तत्र पद्मभगिनी, इदानीं तत्र यदि तत्र घटः इति अधिकरणम् इति स्वीकुर्मः, तर्हि तत्र तत्र एकवारं लिखामः तत्र, यतोहि तत्र तत्र तत्र कार्यम् अस्ति घटपरिमाणं, कारणमस्ति कपालपरिमाणम् इति अस्माकं चिन्तनम्. अस्तु, तर्हि इदानीं तत्र यदि घटः एव अधिकरणम् इति चिन्तयामः, तर्हि तत्र कपालपरिमाणम् अपि घटपरिमाणं तत्र घटे अधिकरणे भवेत्, कथं साधितवन्तः? परम्परया परम्परासम्बन्धेन एव घटपरिमाणं घटे समवायसम्बन्धेन भवति, कपालपरिमाणं कपाले समवायसम्बन्धेन भवति, घटः कपाले समवायसम्बन्धेन भवति. अस्तु, तर्हि तर्हि चिन्ता मास्तु भगिनि. तर्हि तर्हि प्रथमतया तत्र कपालः इति एव स्वीकुर्मः, यतोहि तत् सरलम् अस्ति इति मन्ये. तर्हि कपालः अधिकरणम् इति स्वीकुर्मः प्रथमतया. हा, तद् वदतु, तदनन्तरं घटः इति तस्य चिन्तनं कुर्मः. इदानीं कपालपरिमाणं घटपरिमाणस्य असमवायिकारणम् इति अस्माभिः निरूपणीयं किल जि. सत्यम्. अपि कपाले कपालः इति अधिकरणम् इति चिन्तनं स्वीकुर्मः. कपालपरिमाणं कपाले समवायसम्बन्धेन भवति, घटपरिमाणं घट्टे समवायसम्बन्धेन भवति, घटः पुनः समवायसम्बन्धेन कपाले भवति. अतः कपालपरिमाणं स्वसमवायि समवायसम्बन्धेन घटे वर्तते. ओ भगिनि भगिनि, न तत्र घटपरिमाणम् इति घटपरिमाणं स्वसमवायि समवायसम्बन्धेन कपाले वर्तते. वर्तते कपालः कपाले अपि समवायसम्बन्धेन वर्तते. इदानीं उपयतामः चेत् समवेतम् इति पदम् अस्माभिः स्वीकरणीयम्. अतः घटपरिमाणं स्वसमवायि समवायसम्बन्धेन सम्बन्धत्वेन कपाले भवति. कपालपरिमाणं तु कपाले कपालः भगिनी एकनिमिषम् स्वपन्नेन गच्छामः. एतावत् तत्र कपालः अधिकरणम् इति चिन्तनं तत्र किम् इति उक्तं खलु. कपालः अधिकरणम् इति चिन्तनम् अस्ति चेत् तर्हि तत्र घटपरिमाणं कपाले वर्तते इति उक्तं कथमिति परम्परासम्बन्धेन इति उक्तम् अस्तु. इदानीं तत्र पुनः एकवारं वदति वा तत्र कथं घटपरिमाणं कपाले वर्तते इति. स्वसमवायसम्बन्धेन कपाले घटपरिमाणं कपाले वर्तते. वर्तते समीचीनं. हा अस्तु इदानीं. हा समीचीनं भगिनि. इदानीम् अन्य कोऽपि कुर्यात् तत्र घटः यदि अधिकरणम् इति स्वीकुर्मश्चेत् एकनिमिष तत्र नरसिंहहेगडे महोदय, इदानीम् अस्माकं चिन्तनमस्ति तत्र घटः अधिकरणं भवेत् इति, कार्यं कारणस्य अधिकरणम् इति. घटे सामानाधिकरण्यं साधयितुम् इच्छामः इदानीं, तर्हि तत्र कार्यमपि कारणं केन सम्बन्धेन भवति इति वदति वा. महोदय, अत्र कार्यं घटपरिमाणमिति कार्यं तत् घटे समवायसम्बन्धेन वर्तते. इदानीं कपालपरिमाणं स्वसमवायि समवेतत्वसम्बन्धेन घटे वर्तते. समीचीनं महोदय. तत्र सोपानं सोपानं कपालपरिमाणं समवायसम्बन्धेन कपाले वर्तते. कपालः समवायसम्बन्धेन घटे घटे वर्तते. समवेतसम्बन्धेन घटे वर्तते. अतः तत्र कपालपरिमाणं स्वसमवायि समवेतत्वसम्बन्धेन कार्यादिकरणे इत्युक्ते घटे वर्तते इति अस्ति. उत्तमं महोदय. हा समीचीनं, धन्यवादः. इति अस्ति. हा समीचीनं. हा अस्तु. इदानीं तत्र योगेन्द्रमहोदय, तत्र इदानीं भवान् वदति वा तत्र यदि वयं कपालः इति अधिकरणम् इति स्वीकुर्मश्चेत् तत्र कार्यमपि कारणं कथं कपाले वर्तते इति. कार्यं स्वसमवायित्वसम्बन्धेन कपाले तिष्ठति अधिकरणे. कारणं समवायिसम्बन्धेन अधिकरण इत्युक्ते कपाले तिष्ठति. उत्तमं महोदय. अस्तु, यदि विपरीततया कुर्मः घटः इति स्वीकुर्मश्चेत् अधिकरणम् अस्ति तदा कपालपरिणाम स्वसमवायिसमवायित्वसम्बन्धेन घटे अस्ति. अस्तु अस्तु, एकनिमिष. घटः इति अधिकरणम् अस्ति चेत् घटः अधिकरणम् अस्ति चेत् तत्र कार्यं केन सम्बन्धेन घटे वर्तते. समवायिसम्बन्धेन. समवायिसम्बन्धेन. उत्तमम्. अस्तु, अत्र परम्परासम्बन्धः नास्ति खलु. तत्र परम्परासम्बन्धः नास्ति. कपालपरिणाम तत्र अत्र परम्परासम्बन्धः. अस्तु, कपालपरिमाणं केन सम्बन्धेन कपाले वर्ति स्वसमवायिसमवायिसमवायिसम्बन्धेन कपाले तिष्ठति न न कपालपरिमाणं कपाले केन सम्बन्धेन अस्ति समवायिसम्बन्धेन उत्तमं कपालः इदानीं घटः केन सम्बन्धेन कपाले अस्ति घटः अपि समवायिसम्बन्धेन अस्ति कपाले खलु यतोहि कपालः अवयवः अवयवः अस्ति घटः अवयवी खलु इदानीं कपालः केनापि सम्बन्धेन घटे वर्तते वा तत्र अन्यत् पदमासीत् खलु समवायी इति नास्ति किन्तु अन्यत् पदमासीत् तत् किम् समवेतत्वं समवेतत्वसम्बन्धेन घटे तिष्ठति तर्हि तत्र समवायी इति तत्र तत्र तस्य विपरीतं यदि तत्र विपरीतदिशि वक्तुम् इच्छामः तर्हि तत्र समवेतम् इति तस्य प्रयोगः भवति तर्हि इदानीं कपालपरिमाणम् इति ततः आरभ्य कुत्र पर्यन्तं हा स्वसमवायि समवेतत्वसम्बन्धेन समवेतत्वसम्बन्धेन हा समवेतत्वसम्बन्धेन घटे अस्ति अस्ति पुनः एकवारं महोदय कपालपरिमाणं स्वसमवायि समवेतत्वसम्बन्धेन घटे अस्ति उत्तमं महोदय अस्तु समीचीनम् अस्तु धन्यवादः महोदय इदानीं विमला भगिनी इदानीं तत्र एतदेव किन्तु तत्र अन्यत् उदाहरणं स्वीकुर्मः तावदेव तर्हि तत्र इदानीं तत्र तन्तुपरिमाणं अपि पटपरिमाणम् हा तर्हि तत्र तन्तुः इति आशयः भवितुम् अर्हति अथवा पटः इति आशयः भवितुम् अर्हति तर्हि तत्र यदि तन्तुः इति आशय इति चिन्तनम् अस्ति चेत् तर्हि कार्यमपि कारणं केन सम्बन्धेन वर्तते इति वदति वा तन्तुपरिमाणं तन्तौ समवायसम्बन्धेन अस्ति उत्तमं हा अपि च पटपरिमाणं पटे समवायसम्बन्धेन अस्ति किन्तु तत्र किन्तु तन्तुः इति एव कार्याधिकरणं कारणाधिकरणम् इति चिन्तयामः सामान्याधिकरणं साधितुम् इच्छामः तर्हि कार्यमपि अत्र अस्ति कारणमपि अस्ति इति चिन्तनम् अस्माकं तर्हि कारणं तु अस्ति खलु तन्तुः स्व इति उच्यते चेत् तन्तुपरिमाणं स्वसमवायि इति अस्ति भगिनि भगिनि तत्र स्व इति किं भवति तन्तु यदि तन्तुपरिमाणं प्रति वक्तव्यं चेत् तन्तुः स्व एकनिमिषम् किञ्चित् परिमाणं स्व महोदय स्वसमवायि अस्ति तन्तुः तन्तुपरिमाणं तन्तुपरिमाणस्य समवायि तन्तुः आम् तथैव पटपरिमाणम् इदानीं सर्वं तन्तौ अस्ति इति वक्तुम् इच्छामः अस्तु सर्वं तन्तौ अस्ति इति इच्छामः तर्हि तत्र कारणम् अस्ति तन्तुपरिमाणं आम् कारणम् अधिकरणीय स्वसमवायि स्वसमवायि तन्तुः समवायसम्बन्धेन अस्ति अस्ति अधिकरणे समवायसम्बन्धेन अस्ति उत्तमम् इदानीं कार्यं पटः अधिकरणे भवेत् कार्यमस्ति घट पटपरिमाणम् आम् कार्यमस्ति पटपरिमाणं पटपरिमाणं साक्षात् तन्तौ नास्ति परन्तु पटे अस्ति समवायसम्बन्धेन अस्ति उत्तमम् इदानीं पटः पटः समवायसम्बन्धेन तन्तौ अस्ति उत्तमं इदानीं परम्परासम्बन्धः वदतु पटपरिमाणं इति स्वं स्वसमवायि समवायित्वसम्बन्धेन तन्तु अस्ति तन्तौ अस्ति तन्तौ अस्ति उत्तमं भगिनि अपि च तन्तुपरिमाणं स्वसमवायि समवेतत्वसम्बन्धेन पटे अस्ति हा इति अस्तु भगिनि तर्हि किन्तु तत्र कार्यकारणभावः तत्र मार्गद्वयेन प्रदर्शितुं शक्नुमः असमवायि द्वितीयविध असमवायिकारणस्थले एकः मार्गः यत्र कारणस्य अधिकरणम् एव अधिकरणम् इति स्वीकुर्मः अथवा कार्याधिकरणं स्वीकृत्य वक्तुं शक्नुमः वक्तुं शक्नुमः अतः तन्तुः अस्ति चेत् तत्र कारणमस्ति तत्र कारणं तु अधिकरणे अस्ति तत्र कार्यं परम्परासम्बन्धेन आश्रये भवति अधिकरणे भवति अत्र समवायसम्बन्धः अस्ति अत्र परम्परासम्बन्धः अस्ति यदि कार्यस्य अधिकरणम् इति तदेव तत्र एव सामानाधिकरणीयं साधयितुम् इच्छामः तर्हि कार्यं समवायसम्बन्धेन अधिकरणे वर्तते किन्तु कारणं परम्परासम्बन्धेन वर्तते अतः तत्र द्वितीयविध असमवायिकारणस्थले एकः सम्बन्धः समवायसम्बन्धः अन्यः सम्बन्धः परम्परासम्बन्धः तत्र एकः समवायसम्बन्धः अन्यः परम्परासम्बन्धः यदि एषः अस्ति चेत् अत्र समवायसम्बन्धः अत्र परम्परासम्बन्धः इति भवति अस्तु इदानीम् उत्तमं भगिनि इदानीम् अग्रे तत्र अन्यदपि उदाहरणमासीत् तत्र किम् आसीत् तत्र पटरूपं तन्त्ररूपं अस्तु तदेव अस्तु इदानीं तर्हि अग्रे सरामः तत्र अस्मिन् विषये पुनस्मरणं जातमिति मन्ये कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु प्रश्नः नास्ति चेत् अग्रे गन्तुं शक्नुमः तत्र द्वितीयविध असमवायिकारणं तत्र प्रथमविध तत्र द्वितीयविध समवायि असमवायिकारणं खलु द्वितीयविध असमवायिकारणं सत्यं भगिनि तर्हि पटपरिमाणं पटे समवायसम्बन्धेन वर्तते तन्तुपरिमाणं तन्तौ समवायसम्बन्धेन वर्तते इदानीं सामानाधिकरणं नास्ति अतः वयं तन्तौ सामानाधिकरणीयं साधयितुम् इच्छामः इति चिन्तनं तर्हि पटपरिमाणं तर्हि पटपरिमाणं स्वसमवायि समवायित्वसम्बन्धेन तन्तौ वर्तते हा उत्तमं भगिनि तदेव सः एव परम्परासम्बन्धः उत्तमं तन्तु परिमाणं तु तन्तौ समवायसम्बन्धेन अस्ति उत्तमम् अस्तु इति प्रथममार्गः प्रथममार्गः तत्र अस्तु इदानीं द्वितीयमार्गः यत्र पटः पटे एव सामानाधिकरणं साधयितुम् इच्छामः तदा तन्तु स्वसमवायि स्वसमवायि समवेतत्वसम्बन्धेन पटे इति अस्ति उत्तमं तथा पटपरिमाणं पटे समवायसम्बन्धेन अस्तु उत्तमं भगिनि तर्हि इदानीम् एषः सम्बन्धः समवायसम्बन्धः अन्यः सम्बन्धः परम्परासम्बन्धः तर्हि द्वितीयविध असमवायिकारणस्थले एकः सम्बन्धः तु परम्परासम्बन्धः भवति एव तत्र समवायिकारणे सम्बन्धः तु समवायः. असमवायि कारणे, प्रथमविध असमवायिकारणे तत्र किं भवति, तत्र तत्रापि समवायसम्बन्धः समवायसम्बन्धः इति क्षम्यतां, तत्र समवायि कारणे तत्र एकः सम्बन्धः समवायः, अन्यः सम्बन्धः तत्र तादात्म्यसम्बन्धः. प्रथमविधे एकं तादात्म्य, न न समवायिकारणे तादात्म्यसम्बन्धः समवायसम्बन्धः, तादात्म्यसम्बन्धः समवायसम्बन्धः, समवायिकारणे समवायिकारणे, असमवायिकारणे द्वयमपि समवाय समवायसम्बन्धः. सामान्यधिकरणं वर्तते तत्र, हा तत्र सामान्यधिकरणं वर्तते, सत्यं. हा इदानीं द्वितीयविध असमवायिकारणे एकः सम्बन्धः परम्परासम्बन्धः, अन्यः सम्बन्धः समवायसम्बन्धः. तत्र किन्तु अत्र अस्माकम् इच्छानुसारं कार्याधिकरणे सामान्याधिकरणीयं साधयितुं शक्नुमः, अथवा कारण अधिकरणे सामानाधिकरणीयं साधयितुं शक्नुमः इति अस्ति. समीचीनं भगिनी, धन्यवादः. विमला भगिनी, प्रश्नः? आं महोदय, करपत्रे यत् लिखितं तस्य विषये किञ्चित् प्रष्टुमिच्छामि. अत्र अस्मिन् परिच्छेदे वा अथवा अग्रे इति भाति यत् इत्थञ्च द्वितीयम् असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतम् इत्युक्ते किं, सत् कारणम् असमवायिकारणम् इत्युक्ते किम् इति एतावत् न आगतवन्तः. स्पष्टता भवति, अस्तु समीचीनं भगिनि, अस्तु. तत्र इदानीं तर्हि तत्र एवमेव प्रकृतौ इति प्रायशः गतवर्गे अपि पठितवन्तः, किन्तु किञ्चित् पठित्वा शीघ्रतया पठित्वा पुनस्मरणं जायते, तदनन्तरम् अग्रे सरामः. तर्हि तत्र एवमेव प्रकृतौ इति आरभ्य तत्र उषा भगिनी अग्रे तत्र पठति वा महोदय? एवमेव प्रकृतौ अपि समवेतत्वस्य प्रयोगेण परम्परासम्बन्धं साधयितुं शक्यते. स्वं कपालपरिमाणं, स्वसमवायि कपालः, तत्र समवेदः भवति घटः, समवेतत्वं घटे, तथा च स्वसमवायि समवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते, तत्रैव घटे घटस्य परिमाणं समवायसम्बन्धेन वर्तते इति कारणस्य सम्बन्धः परम्परासम्बन्धः. तत्र घटपरिमाणं साक्षात् समवायसम्बन्धेन घटे, समवायसम्बन्धेन घटपरिमाणं प्रति, स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. अत्र स्वसमवायि समवेतत्वं स्वीकृत्य कारणसम्बन्धः. अस्तु महोदय. एवमेव प्रकृतौ अपि समवेतत्वस्य प्रयोगेण परम्परासम्बन्धं साधयितुं शक्यते. प्रकृतौ अस्माकं मूलविषयः, मूलविषयः अस्माकं मूलविषयः कपालपरिमाणम् अपि च घटपरिमाणम्. अत्र द्वितीयमार्गम् इति अत्र मूलविषयम् इति द्वितीयमार्गम् इति अत्र घटः इति अधिकरणम् इति स्वीकुर्मः चेत् परम्परासम्बन्धं साधयितुं शक्यते इति अस्ति. स्वं कपालपरिमाणं, घटपरिमाणं, स्वम् इति कपालपरिमाणम् इति अस्ति चेत् स्वसमवायी कपालः, कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति इत्यनेन स्वम् इति कपालपरिमाणं चेत् कपालपरिमाणं कपाले समवायसम्बन्धेन अस्ति इत्यनेन स्वसमवायी कपालः. तत्र समवेदः भवति घटः, तत्र अत्र कपालः, तत्र समवेतः भवति घटः. कपालस्य कृते कपालस्य समवेदः घटः घटः एव अस्माकम् अधिकरणं भवति. क्षम्यतां, सत्यं सत्यं, घटः एव अस्माकम् अधिकरणं भवति. समीचीनं. तत्र स्वम् इति कपालपरिमाणं, कपालपरिमाणं घटस्य कृते कपालपरिमाणं परम्परया सम्बन्धः वक्तव्यं. कपालपरिमाणं कपालपरिमाणम् इति स्वं स्वसमवायी समवेतत्वसम्बन्धेन कपालपरिमाणं घटे वर्तते. अत्र किञ्चित् तत्र स्पष्टता भवति, नाम वयं सर्वे जानीमः, किन्तु पुनरेकवारं तस्य उच्चारणं भवति चेत् सम्यक् भवति इति चिन्तनं. नाम तत्र समवायी अपि समवेतः इति तस्य प्रयोगः, तस्य किञ्चित् पुनस्मरणं कुर्मः. तर्हि तत्र कपालपरिमाणम् इति स्वम् अस्ति चेत् तत्र परिमाणस्वम् इति कपालपरिमाणं, तर्हि स्वसमवायी कः भवति? कपालः यस्मिन् कपालपरिमाणं वर्तते इति समवायी इति समवायसम्बन्धेन यस्मिन् वर्तते इति उत्तमं. तर्हि कपालपरिमाणं परिमाणम् अस्ति चेत् तर्हि स्वसमवायी भवति कपालः. उत्तमं, समीचीनम्. इदानीं तत्र घटः केन सम्बन्धेन कपाले अस्ति? घटः कपाले समवायसम्बन्धेन अस्ति. तर्हि घटसमवायी इति वदामश्चेत् सः कः? घटसमवायी इति कपालः. यतोहि घटः समवायसम्बन्धेन कपाले वर्तते. उत्तमं. इदानीं तत्र समवेतः, यः कपाले समवायसम्बन्धेन वर्तते सः कपालसमवेतः. नाम कपालः अस्ति घटसमवायी, घटः अस्ति कपालसमवेतः. समवेतः, तर्हि कपालसमवेतः इत्युक्ते घटः. अतः तत्र समवेतः घटः कपालसमवेतः घटः इति कृत्वा समवेतत्वं घटे, समवेतत्वं घटे अस्ति. अतः एव तत्र समवेतत्वसम्बन्धेन कपालः घटे घटे वर्तते. तर्हि तत्र समवायी इत्युक्ते अधोगमनं, समवेतं समवेतः इत्युक्ते उपरि गमनम्. तत्र समवायी इति आश्रयः, समवेतः इत्युक्ते यः पदार्थः आश्रयः अस्ति सः, तर्हि उपरि गमनं भवति. अतः इदानीम् उत्तमं. अतः समवायी स्वसमवायी समवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे घटे वर्तते. अपि तत्रैव घटे विषयः तु घटे अस्ति, इदानीं तत्रैव घटे किमस्ति? घटे घटस्य परिमाणं समवायसम्बन्धेन साक्षात् समवायसम्बन्धेन वर्तते अधिकरणे इति इति कारणस्य सम्बन्धः परम्परासम्बन्धः. कपालपरिमाणम् इत्येव कारणं घटपरिमाणं प्रति. सो कपालपरिमाणं परम्परासम्बन्धेन घट इति अधिकरणं कृते वर्तते. वर्तते, समीचीनं. तत्र घटपरिमाणं साक्षात् समवायसम्बन्धेन घटे, समवायसम्बन्धेन घटपरिमाणं प्रति, समवायसम्बन्धेन घटपरिमाणं घटपरिमाणम् इति कार्यं, समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् इति कार्यकरणभावस्य वयं तत्र वर्णनं वर्णने अपि तत्र विधद्वयम् अस्ति. अत्र कार्यम् उक्त्वा तदनन्तरं कारणं किम् इति वदामः. तत्र समवायसम्बन्धेन घटपरिमाणं प्रति तत्र किं तेन वयं किम् इच्छामः वक्तुं घटः इति अधिकरणं कार्यम् अधिकरणे समवायसम्बन्धेन वर्तते इति वक्तुम् इच्छामः. तदनन्तरं कारणं केन सम्बन्धेन अधिकरणे वर्तते तत्र समवायिसमवेतत्वसम्बन्धेन कपालपरिमाणम् अधिकरणं वर्तते कारणमस्ति तेन कारण तेन सम्बन्धेन अधिकरणे वर्तते इति अस्ति. समीचीनं तत्र समीचीनं भगिनि धन्यवादः. उत्तमं धन्यवादः. इदानीं इदानीम् अग्रे तत्र पद्मा भगिनि इदानीं तत्र यदि एतदेव तत्र वयम् अन्यरीत्या अनया रीत्या वक्तुम् इच्छामः तर्हि तत्र किं भवति तत्र कारणं प्रथमतया उक्त्वा तदनन्तरं जनयति इति यदि वक्तुम् इच्छामः तत्र यथा तत्र केवलं पुनस्मरणार्थं वदामि तत्र कपालः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा घटं समवायेन घटं जनयति इति आसीत्. तथा यदि वयं तत्र घटः इति अधिकरणम् इति स्वीकुर्मः तर्हि कारणं किमस्ति अत्र कपालः कपालपरिमाणं कपालपरिमाणं कारणं घटपरिमाणं कार्यम् अधिकरणमस्ति घटः इति चिन्तयतु. तर्हि इदानीम् अत्र किम् उक्तं प्रथमतया कार्यं तदनन्तरं कारणम् उक्तम् किन्तु अन्या रीत्या अपि वयं वक्तुं जानीमः नाम कारणम् अधिकरणे केन सम्बन्धेन अस्ति इति उक्त्वा तदनन्तरं केन सम्बन्धेन कार्यं जनयति इति तर्हि तादृशवर्णनं भवति चेत् तर्हि कपालपरिमाणं कपालपरिमाणं कार्याधिकरणे स्वसमवायिसमवेतत्वसम्बन्धेन भवति स्थित्वा समवेतत्वसम्बन्धेन कार्यं जनयति समवायसम्बन्धेन वा उपरि गच्छति खलु कार्यं न किन्तु तद् जनयति इत्युक्ते यथा तत्र कपालः घटं जनयति तर्हि समवायसम्बन्धेन घटं जनयति इत्युक्ते तत्र कार्यम् अधिकरणे समवायसम्बन्धेन वर्तते इति एव कारणं स्वसमवायिसमवेतत्वसम्बन्धेन कार्याधिकरणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति अस्ति. उत्तमं भगिनि इति अस्ति उत्तमं. इति यदि तत्र कपालः इति अधिकरणम् इति स्वीकुर्मश्चेत् तत्र वर्णनं कथं भवति कपालः इति कारणाधिकरणं वयं स्वीकुर्मः चेत् कारणं समवायसम्बन्धेन कारणाधिकरणे स्थित्वा समवायत्वसम्बन्धेन कार्यं जनयति इति अस्ति. उत्तमं भगिनि तावदेव अस्तु उत्तमम्. उदाहरणमत्र कारणमस्ति कपालपरिमाणं कपालः एव अधिकरणं सो कपालपरिमाणं कारणे समवायसम्बन्धेन अस्ति. घटपरिमाणं तु स्वसमवायसमवायित्वसम्बन्धेन कपाले वर्तते अतः कपालपरिमाणं कपालपरिमाणं समवायसम्बन्धेन कपाले स्थित्वा स्वसमवायसमवायित्वसम्बन्धेन कार्यं जनयति इति अस्ति भगिनि. उत्तमम् इति अस्ति समीचीनम्. अस्तु तर्हि तत्र एतदपि पठतु तदनन्तरम् अग्रे करामः. आहत्य कार्यस्य सम्बन्धः परम्परासम्बन्धः अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः उभयता वक्तुं शक्यते. उभयत्र कार्यकारणयोः एकमधिकरणं सिद्ध्यति इति द्वितीयविधम् असमवायिकारणम् अतः एतावता वयम् एतदेव वयं दृष्टवन्तः यत् तद् कारण अधिकरण कारणमेव अधिकरणम् इति वयं स्वीकुर्मः चेत् कारणं समवायसम्बन्धेन कारण अधिकरणे स्थित्वा स्वसमवायिसमवायित्वसम्बन्धेन कार्यं जनयति अथवा कार्याधिकरणम् इति स्वीकुर्मः चेत् कारणं कार्याधिकरणे स्वसमवायिसमवेतत्वसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति. उत्तमं भगिनि. तर्हि उभयत्र परम्परासम्बन्धः वर्तते एव वर्तते. कारणस्य सम्बन्धः परम्परासम्बन्धः अथवा कार्यस्य सम्बन्धः परम्परासम्बन्धः भवति. उभयथा वक्तुं शक्यते. तत्र प्रथममार्गः अपि समीचीनं, द्वितीयमार्गः अपि समीचीनः इति अस्ति. अतः द्वितीयविध असमवायिकारणे वर्णनशैली तत्र द्वैविध्यं, तत्र तस्याः द्वैविध्यम् अस्ति इति अस्ति. अस्तु, समीचीनम्. इदानीं अग्रे धन्यवादः भगिनि. इदानीम् अग्रे तत्र नरसिंहग्रे महोदय तत्र तत्र एतत् पठित्वा किञ्चित् वदति वा महोदय तत्र अग्रे. स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् अथवा समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवाये समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् इत्युक्ते स्वसमवायि समवायसम्बन्धेन इत्युक्ते अत्र घटपरिमाणम् इति कार्यं तस्य समवायि अस्ति घटः अतः स्वसमवायि समवायित्वसम्बन्धेन अत्र स्व इति घटपरिमाणं स्वसमवायि इत्युक्ते घटः स्वसमवायि समवायित्व इत्युक्ते सम्बन्धेन इत्युक्ते कपालः परिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. इदानीं कपाल इति अधिकरणम् इति स्वीकृतमस्ति. उत्तमं महोदय, सः एव मम प्रश्नः आसीत् अत्र कपालः इति एव अधिकरणम्. उत्तमं महोदय, कपाले घट कथं भवति इत्युक्ते स्वसमवायि समवायित्वसम्बन्धेन भवति. कपाले कपालपरिमाणं कथं भवति इत्युक्ते समवायसम्बन्धेन भवति. द्वितीयवाक्ये घटः इति अधिकरणम् इति स्वीकृतं समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवायतत्वसम्बन्धेन कपालपरिमाणं कारणम्. इदानीं घट अधिकरणं घटे घटपरिमाणं समवायसम्बन्धेन भवति. घटे कपालपरिमाणं कथं भवति इत्युक्ते तत्र परम्परया स्वसमवायि समवायतत्वसम्बन्धेन कपालपरिमाणं भवति. तत्र समवेतत्वम् इति तस्य किञ्चित् वर्णनं करोतु. नाम घटः घटस्य समवायि कपालः, नाम कपालसमवायि कपालः घटस्य समवायि. क्षम्यतां महोदय, महोदय, तत्र घटसमवायि भवति कपालः. घटसमवायि भवति कपालः. कपालः यतोहि घटः समवायसम्बन्धेन कपालसमवेतं भवति घटः. कपालसमवेतः भवति घटः इति. उत्तमं महोदय. अत एव तत्र समवेतत्वं घटे वर्तते इति कृत्वा समवेतत्वसम्बन्धेन कपालः घटे वर्तते. अस्तु, उत्तमं महोदय, अग्रे. इत्थञ्च इदानीं इत्थञ्च द्वितीयम् असमवायकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायकारणम्. अत्र इत्थञ्च द्वितीयम् असमवायकारणं कारणेन सह एकस्मिन् अर्थे इत्युक्ते तत्र कपाल इति कारणं कपाल इति समवायकारणं तादात्म्येन स्थित्वा समवायेन घटं जनयति. इत्थञ्च द्वितीयम् असमवायकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम्. अत्र कारणम् इति इत्थञ्च द्वितीयं कारणेन सह इत्युक्ते घटेन सह घटः. तत्र घटेन अस्मिन् विषये एव तत्र प्रायः तत्र विमला भगिन्याः प्रश्नः आसीत्. तत्र घटपरिमाणस्य कृते घटकारणम् अतः तत्र कारणेन सह एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अर्थे समवेतं कपालपरिमाणं घटेन सह कारणेन सह एकस्मिन् अर्थे समवेतम् अस्ति इति अत्र दत्तमस्ति. तत्र कार्येण सह कारणेन सह इति अस्ति. तत्र कार्येण सह इति तत्र कारणेन सह एकस्मिन् अर्थे कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणं नाम तत्र अत्र कारणेन इति यत् पदमस्ति तस्य वर्णनं प्रायशः तत्र यदि वयं विद्याधरीं पठामः करपत्रस्य पठनानन्तरं तदा तस्य तस्मिन् विषये स्पष्टता जायते इति मन्ये. यतोहि तत्र कार्येण सह इति अपि भवति कारणेन सह इति अपि भवति. तर्हि तस् इदानीं तत्र एतस्य विवरणं मास्तु. तत्र विद्याधर्यां तत्र तत्र अस्मिन् विषये चर्चा भवेत्. कारणेन सह एकस्मिन् अर्थे समवेतं सत् इत्युक्ते सत् इत्युक्ते अस्ति इति मम भाति. एकस्मिन् अर्थे समवेतम् इत्युक्ते किम् अर्थे इत्युक्ते अर्थे इत्युक्ते अधिकरणे भगिनि तावदेव. ओ अस्तु. कारणे एकस्मिन् एव अधिकरणे अर्थे अर्थः इत्युक्ते पदार्थः पदार्थे एकस्मिन् पदार्थे समवेतं सत् इत्युक्ते अस्तित्वम् अर्थे समवेतम् अस्ति कारणं तद् भवति असमवायिकारणम्. अस्तु महोदय तर्हि तत्र किं वदामः इत्युक्ते तत्र कारणेन सह इत्युक्ते तत्र समवायिकारणेन सह इति भवति. तत्र समवेतम् एकस्मिन् अर्थे एव समवेतं भवति समवायसम्बन्धेन भवति कारणम् इत्युक्ते तदा तत्र असमवायिकारणं भवति. तत्र कार्येण सह इति एकः अस्ति कारणेन सह इति एकः अस्ति. तत्र तयोः मध्ये भेदः कः इति सर्वं तत्र विद्याधर्यां दत्तमस्ति. तत्र वयम् अस्य विषयस्य उद्घाटनं कृत्वा द्वितीय असमवायिकारणं वर्णनम् इति तत्र 94 तत्र पुटसङ्ख्या मध्ये तत्र आरम्भः तत्र विषयस्य आरम्भः तत्र एव अस्ति. किन्तु वयं तत्र करपत्रं तस्य पठनम् आरब्धवन्तः. तस्य अनन्तरं यदि विद्याधरीं गच्छामः तदा स्पष्टता जायते भगिनि. यतोहि तत्र अग्रिमे पुटे तत्र कारणेन इत्युक्ते किं कार्येण इत्युक्ते किम् इति उक्तं तत्र. अस्तु अस्तु महोदय धन्यवादः धन्यवादः. किन्तु एकस्मिन् अर्थे इत्युक्ते अधिकरणे तावदेव. अस्तु तावदेव उत्तमम् अस्तु धन्यवादः भगिनि. इदानीम् अग्रे चन्द्रमती भगिनि नमस्कारः. नमस्कारः. नमस्कारः भगिनि. इदानीम् अग्रे पठति वा तत्र परम्परासम्बन्धः एकमुखेन स्वीकरणीयः इति. परम्परासम्बन्धः एकमुखेन स्वीकरणीयः. पुस्तकं हस्ते अस्ति. संयोगसम्बन्धेन अत्र संयोगसम्बन्धः हस्ते अपि पुस्तके अपि. तदर्थं संयोगः निष्ठा इति उच्यते. पुस्तकं हस्ते अनन्तरं पठामि वा? पुस्तकं हस्ते अस्ति इति चिन्तयतु. तद् संयोगसम्बन्धेन भवति. पुस्तकं हस्ते संयोगसम्बन्धेन अत्र संयोगसम्बन्धः हस्ते अपि पुस्तके अपि. तदर्थं संयोगः द्विनिष्ठा इति उच्यते. पुस्तके अपि संयोगः अस्ति हस्ते अपि अतः तद् द्विनिष्ठा इति उच्यते. उत्तमम् उत्तमं. तर्हि पुस्तकमपि हस्तः तयोः संयोगः. तत्र पुस्तके अपि संयोगसम्बन्धः वर्तते हस्ते अपि संयोगसम्बन्धः वर्तते. अतः संयोगः द्विनिष्ठः इति उच्यते. उत्तमं. अत्र प्रश्नः उदेति समवायसम्बन्धः तथा नास्ति किम्? समवायेन यस्मिन् अस्ति सः समवायी इति परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायिपरिमाणस्य किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति परिमाणे अपि अस्ति उभयत्र आश्रितः अतः घटः अपि समवायी परिमाणम् अपि समवायी खलु अनेन गुणः अपि समवायी द्रव्यम् अपि समवायी इति चेत् यथा घटः परिमाणसमवायी तथैव परिमाणम् अपि घटसमवायी अत्र प्रश्नः उदेति समवायसम्बन्धः तथा नास्ति किम् अत्र हस्तपुस्तके संयोगे समवायसम्बन्धः नास्ति वा इति प्रश्नः उदेति समवायेन यस्मिन् अस्ति सः समवायी इति समवाये इत्युक्ते समवायेन यस्मिन् अधिकरणे अस्ति तद् समवायि परिमाणम् अस्ति खडे समवायसम्बन्धेन इति चेत् खडः समवायि परिमाणस्य समवायि खडः खडपरिमाणं खडे समवायेन अस्ति चेत् परिमाणं खडस्य समवायि भवति अधिक खडः इति अधिकरणम् अस्ति खडे समवायि परिमाणं समवायि अस्ति किन्तु समवायः इति सम्बन्धः समवायः इति सम्बन्धः तु खडे अपि अस्ति परिमाणे अपि अस्ति समवायः इत्युक्ते तद् एकः सम्बन्धः तद् खडे अपि अस्ति परिमाणे अपि अस्ति उभयत्र आश्रितः समवायः इति सम्बन्धः उभय आश्रितः अस्ति खडे अपि परिमाणे अपि अतः खडः अपि समवायी परिमाणम् अपि समवायी खलु अतः खडमपि परिमाणस्य परिमाणसमवायी समवायस्य आश्रितः खडमपि समवायि परिमाणस्य आश्रितः भवति परिमाणमपि समवायि परिमाणमपि तत्र घटस्य आश्रितः परिमाणस्य नाम तत्र घटः अस्ति परं खडमपि समवायि परिमाणसमवायी अस्ति घटः किन्तु तथैव परिमाणमपि घटसमवायि इति भवति वा इति चिन्तनम् अस्ति अत्र खलु घटः यथा घटः परिमाणसमवायि परिमाणः अपि परिमाणस्य समवायि वा न परिमाणमपि परिमाण खडः अपि परिमाणस्य समवायि परिमाणमपि खडस्य समवायि नाम यथा तत्र संयोगस्थले तत्र संयोगसम्बन्धः विनिष्ठः आसीत् नाम तत्र संयोगस्थले आश्रयः इति किमपि नास्ति खलु तत्र पदार्थद्वयमस्ति हस्तः पुस्तकं हस्ते अपि संयोगसम्बन्धः पुस्तके अपि संयोगसम्बन्धः इदानीं तथैव अत्र परिमाणम् अपि तस्य आश्रयः परिमाणमिति गुणः गुणस्य आश्रयः द्रव्यं तत्र घटः तत्र सम्बन्धः अस्ति समवायः समवायः अपि तत्र किं तत्र संयोगम् इव अस्ति वा नाम घटः परिमाणसमवायि अपि परिमाणं घटसमवायि इति वक्तुं शक्नुमः वा इति घटः परिमाणसमवायि परिमाणम् इति गुणः अस्ति घटः इति द्रव्यमस्ति द्रव्यं गुणस्य समवायि तथैव परिमाणमिति गुणः अपि घटस्य द्रव्यसमवायि द्रव्यसमवायि गुणः द्रव्यसमवायि किन्तु उपरि पूर्वं किं कृतवन्तः समवायी सम्बन्धः एकस्मिन् एकस्यां दिशि एव गच्छति इति कृत्वा तत्र समवायी इति एकस्यां दिशि विपरीतदिशि तत्र समवेदम् इति स्वीकृतवन्तः अतः अस्मिन् विषये किं तत्र चर्चा तावदेव अस्तु समीचीनं भगिनि धन्यवादः इदानीम् अग्रे सरामः तत्र मृणाली भगिनी अग्रे पठति वा सत्यं समवायसम्बन्धः उभयत्र आश्रितः अतः द्विनिष्ठः एव किन्तु स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन अपरस्मिन् आश्रये अपरसम्बन्धेन समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन एतावत्पर्यन्तं वा द्वयमपि सत्यम् अत्र प्रतियोगी अनियोगी च संसर्गीयः न तु अभावीयः यस्य सम्बन्धः सः प्रतियोगी यत्र सम्बन्धः सः अनुयोगी अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारो नास्ति समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन इति प्रसिद्धः यतोहि अनेन समवायिकारणम् अनेन समवायिकारणं व्यक्तीक्रियते एवञ्च आश्रयस्य दिशि अधगमनार्थं वदनार्थं समवायि आश्रितस्य दिशि उपरि गमनार्थं वदनार्थं समवेतः इति व्यवहरामः सत्यं समवायसम्बन्धः उभयत्र आश्रितः इदानीं यत् उदाहरणमस्ति तत् वा आचार्य घटः तत्र घटः अपि परिमाणं तत्र परिमाणं समवायसम्बन्धेन घटे वर्तते तर्हि समवायसम्बन्धः घटे अपि अस्ति परिमाणे अपि अस्ति अतः समवायसम्बन्धः द्विनिष्ठः खलु नाम तत्र तस्य आश्रयद्वयम् अस्ति नाम तत्र घटे अपि अस्ति परिमाणे अपि अस्ति सम्बन्धः अग्रे स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन अपरस्मिन् आश्रये अपरसम्बन्धेन नाम घटः अपि परिमाणं तत्र घटे अपि समवायसम्बन्धः वर्तते परिमाणे अपि समवायसम्बन्धः वर्तते किन्तु एकेन सम्बन्धेन न अपरसम्बन्धेन तत्र घटे येन सम्बन्धेन वर्तते तेन एव सम्बन्धेन परिमाणे न वर्तते अग्रे तत्र केन सम्बन्धेन इति अग्रे उक्तं हा तर्हि समवायसम्बन्धेन सम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन तत्र वयं पूर्वं तत्र अनियोगिता प्रतियोगिता इति दृष्टवन्तः तत्र अनियोगिता प्रतियोगिता कुत्र दृष्टवन्तः हा भावस्थले खलु घटाभावः पुस्तकस्य अभावः तत्र अभावः घटस्य अभावः अस्ति चेत् तत्र कः अस्ति प्रतियोगी कः अस्ति अनियोगी भगिनि तत्र घटः अपि घटस्य अभावः तत्र कः अस्ति प्रतियोगी कः अस्ति अनियोगी घटः प्रतियोगी अनियोगी अनियोगी उत्तमं भगिनी हा प्रतियोगी नाम यस्य आनयनेन तत्र अभावः नश्यति हा तर्हि प्रतियोगी अस्ति घटः घटे वर्तते प्रतियोगिता अभावे वर्तते अनियोगिता अतः तत्र केवलं तत्र प्रतियोगिता अनियोगिता केवलम् अभावस्थले इति नास्ति न्यायशास्त्रे किन्तु अन्यत्र अपि तत्र प्रतियोगिता अनियोगिता वर्तते कुत्र इत्युक्ते यत्र समवायसम्बन्धः अस्ति तत्र समवायसम्बन्धस्य आश्रयः एकः अस्ति नाम तत्र समवायसम्बन्धः कुत्र भवति एकः पदार्थः अन्यस्मिन् पदार्थे समवायसम्बन्धेन भवति तत्र एकः अस्ति तत्र आदेयः अन्यः अस्ति आश्रयः तत्र यथा परिमाणं घटे वर्तते तत्र घटः परिमाणे वर्तते वा परिमाणं घटे गुणगुणिनोः तत्र किन्तु घटः परिमाणे अस्ति इति न वक्तुं शक्नुमः खलु न अतः तत्र आश्रयः घटः किन्तु अपि आदेयः अस्ति तत्र परिमाणं तर्हि समवायसम्बन्धस्थले आदेयः एकः एव आश्रयः अन्यः एव तत्र तत्र विपरीततया वक्तुं न शक्नुमः तत्र समवायसम्बन्धः कुत्र कुत्र वर्तते तत्र पञ्चस्थलेषु वर्तते कोऽपि स्मरति वा गुणगुणिनोः क्रियावतोः अनन्तरं जातिव्यक्तियोः जातिव्यक्तियोः योः अवयव अवयव अवयविनोः अन्यत् एकम् अस्ति कोऽपि स्मरति वा अथवा पञ्चस्तर विशेषनित्यद्रव्य उत्तमं हा अतः तत्र तत्र आश्रयः अपि आदेयः तत्र विपरीतरीत्या न वक्तुं शक्नुमः एकः एव आश्रयः तत्र पदार्थद्वयं भवति समवायसम्बन्धस्थले एकः सर्वदा आश्रयः अन्यः सर्वदा आदेयः एव भवति विपरीततया न वक्तुं शक्नुमः तत्र पुस्तकत्वं पुस्तके वर्तते किन्तु तत्र पुस्तकं पुस्तकत्वे वर्तते इति न वक्तुं शक्नुमः तत्र जातिव्यक्त जाति एव तत्र तत्र तयोः मध्ये तत्र व्यक्तिः इति आश्रयः जातिः इति आदेयः इति एव सर्वदा भवति अतः इदानीम् अग्रे भगिनि तर्हि समवायसम्बन्धः समवायसम्बन्धः घटे अस्ति अनियोगितासम्बन्धेन समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन नाम यत्र समवायसम्बन्धः वर्तते तत्र समवायः सम्बन्धः इति यदि वदामः तत्र अत्र समवायसम्बन्धः इति यदि वदामः तर्हि समवायसम्बन्धः अस्मिन् अनियोगितासम्बन्धेन वर्तते अनियोगिता आश्रये अनियोगितासम्बन्धेन वर्तते आधेये प्रतियोगितासम्बन्धेन वर्तते अतः तत्र सम्बन्धस्य किं वदतु भगिनि किम् आचार्य अग्रे अग्रे द्वयमपि सत्यं द्वयमपि सत्यम् अत्र तर्हि आश्रये अनियोगितासम्बन्धेन न सत्यं आधेये समवाय अनियोगिता प्रतियोगितासम्बन्धेन अस्तु प्रतियोगितासम्बन्धेन आधेये आश्रये अनियोगितासम्बन्धेन द्वयमपि सत्यम् अत्र प्रतियोगी अनियोगी च सांसर्गीयः न तु अनुभवीः अभावीयः संसर्गीयः, संसर्गीय नाम तत्र साक्षात् वर्त अस्ति, अभावः इत्युक्ते नास्ति इति, किन्तु अत्र अभावविषयः नास्ति, तत्र प्रतियोगी अनियोगी पूर्वं वयं दृष्टवन्तः, किन्तु तत्र विषयः आसीत् अभावः, अत्र अभावः इति विषयः नास्ति, अस्ति इति विषयः, अतः संसर्गीयः, संसर्गतः सम्बन्धः यत्र वर्तते, अतः तत्र संसर्गः इति नाम अत्र पदार्थद्वयमपि वर्तते, पदार्थः नास्ति, पदार्थस्य अभावः इति विषयः नास्ति, आदेयः आश्रये समवायसम्बन्धेन वर्तते इति वक्तुम् इच्छामः, तत्र संसर्गः नाम यथा तत्र वयं दृष्टवन्तः तत्र घटरूपं तत्र नीलः तत्र तत्र किं चिन्तयामः तत्र रक्तवर्णं पुष्पे अस्ति, तर्हि रक्तवर्णं तत्र रूपमस्ति खलु, रक्तवर्णं नाम रूपं, रूपं पुस्तके तत्र पुष्पे अस्ति, तर्हि रक्तपुष्पम् इति यदि वदामः तत्र रक्तम् इति विशेषणं भवति, पुष्पे पुष्पम् इति विशेष्यं भवति खलु, रक्तम् इति तत्र विशेषणवाचकपदम् अपि पुष्पम् इति विशेष्यं, तत्र रूपं पुष्पे द्रव्ये अस्ति, तत्र संसर्गः भवति समवायसम्बन्धः खलु, अत तादृशः तत्र संसर्गः नाम वर्तते, अभावः इति नाम नास्ति इति वर्तनास्ति अत्र, वर्तते वर्तते इति एव, अतः तत्र नूतनस्थले प्रतियोगी अपि अनियोगी तयोः तत्र प्रवेशः, पूर्वं केवलं तत्र अभावस्थले प्रतियोगी अनियोगी इति तयोः प्रयोगः आसीत्, इदानीम् अत्र अपि यस्य सम्बन्धः स प्रतियोगी, यस्य सम्बन्धः स प्रतियोगी, यत्र सम्बन्धः स अनियोगी, अनियोगी नाम तत्र अस्य सम्बन्धः, आदेयस्य सम्बन्धः अस्ति समवायः, यत्र अस्ति सम्बन्धः, आश्रये अस्ति सम्बन्धः, अतः अनियोगी अस्ति आश्रयः, यत्र सम्बन्धः, यत्र इत्युक्ते आश्रयः, आश्रयः अस्ति अनियोगी, अतः अन्यः भवति प्रतियोगी, तर्हि आश्रयः सर्वदा अनियोगी इति स्वीकुर्मः इति, हा आश्रयः, यतोहि यत्र सम्बन्धः सः अनियोगी, यस्य सम्बन्धः सः प्रतियोगी, एषः विषयः बहुत्र अग्रे विद्याधर्यम् आगच्छति, तर्हि तत्र स्मरणीयः विषयः यस्य सम्बन्धः सः प्रतियोगी, यत्र सम्बन्धः सः अनियोगी, अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारः नास्ति, कः व्यवहारः, समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन, हा आधेयः तु प्रतियोगी अस्ति खलु, तर्हि समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारः नास्ति, नाम यद्यपि तत्र अनियोगी प्रतियोगी इति चिन्तनम् अस्ति, किन्तु सम्बन्धः तत्र प्रतियोगितासम्बन्धेन परिमाणे अस्ति इति तादृशव्यवहारः न भवति न्यायशास्त्रे, किन्तु समवायसम्बन्धः घटे अस्ति एवम् अनुयोगितासम्बन्धेन इति प्रसिद्धः, यतोहि अनेन समवायिकारणं व्यक्तीक्रियते, तर्हि समवायसम्बन्धः घटे अस्ति एवम् अनुयोगितासम्बन्धेन, तर्हि किमर्थम् इत्युक्ते किमर्थम् एषः प्रयोगः प्रसिद्धः इत्युक्ते यतोहि अनेन प्रयोगेण किं व्यक्तीक्रियते समवायिकारणं व्यक्तीक्रियते नाम परिमाणस्य तत्र उदाहरणे आधेयः कः आधेयः परिमाणं हा आशयः कः घटः घटः परिमाणस्य समवायिकारणं किमस्ति परिमाणस्य समवायिकारणं घटस्य घटपरिमाणस्य समवायिकारणम् अस्ति घटपरिमाणं घटे समवायसम्बन्धेन वर्तते न सत्यम् अतः घटः एव परिमाणसमवायी घटः किन्तु समवायिकरणं किमस्ति परिमाणस्य घटपरिमाणस्य समवायिकरणं घटः घटः घटः घटः घटः अतः तत्र यत्र आदेयः समवायसम्बन्धेन आश्रये वर्तते तर्हि आश्रय एव तत्र समवायिकारणं भवति खलु आदेयस्य परिमाणस्य रूपस्य घटपरिमाणस्य घटरूपस्य समवायिकारणं घटः तर्हि तत्र क्रिया क्रियावतोः तत्र क्रियावान् तत्र क्रियावान् एव तत्र समवायिकारणं भवति क्रियायाः यतोहि समवायसम्बन्धेन क्रियावती तत्र क्रिया वर्तते तर्हि तत्र सः एव तर्हि तत्र किमर्थम् एषः अनुयोगितासम्बन्धेन समवायसम्बन्धः घटे नाम आश्रये अस्ति इति किमर्थम् एषः प्रयोगः प्रसिद्धः यतोहि अनेन समवायिकारणं व्यक्तीक्रियते घटः परिमाणस्य घटपरिमाणस्य समवायिकारणम् इति स्पष्टम् इति स्पष्टतया उक्तमस्ति हा अग्रे एवं च आश्रयस्य दिशि अधः गमनार्थं वदनार्थं समवायी आश्रितस्य दिशि उपरि गमनार्थं वदनार्थं समवेतः इति व्यवहरामः यद्यपि समवायसम्बन्धः तत्र आधेये अपि अस्ति आश्रये अपि अस्ति द्विनिष्ठः अस्ति किन्तु वयं सर्वदा आश्रयं तत्रैव तत्र समवायी इति तस्मिन् तस्यां दिशि एव वयं समवायी इति प्रयोगं कुर्मः न्यायशास्त्रे अन्यस्यां दिशि न कुर्मः अन्यस्यां दिशि समवेतः इति व्यवहारः भवति अस्माकम् अत्र नूतनविषये तु अनुयोगिता प्रतियोगिताविषयः इति इति नूतनविषयः सत्यं भगिनि हा अपि एषः तत्र हा तत्र तत्र हा यस्य सम्बन्धः सः प्रतियोगी यत्र सम्बन्धः सः अनुयोगी अस्य वाक्यस्य आवश्यकता बहुवारम् अग्रे भवति तर्हि स्मरन्तु सर्वे अस्तु अतः केवलं तत्र प्रश्नस्य तत्र संयोगः इव समवायापि द्विनिष्ठः तर्हि तत्र समवायी इति वक्तुं शक्नुमः किन्तु व्यवहारः तादृशः नास्ति केवलम् अधो गमनार्थं तत्र समवायी इति प्रयोगः उपरि गमनार्थं समवेतः तेन तत्र क्लेशः न भवति आश्रयः कः इति स्पष्टं भवति अस्माकं मनसि इति अस्तु अग्रे तत्र तर्हि तत्र अग्रे किञ्चित् एव अस्ति तर्हि तत्र एतस्य हा अद्य एतस्य समापयितुं शक्नुमः इति मन्ये तर्हि इदानीम् अग्रे तत्र योगेन्द्रमहोदय अग्रे तत्र अस्तु ततः इति अस्तु ततः अग्रे पुस्तकं हस्ते इति यथा संयोगसम्बन्धः उभयत्र आश्रितः द्विनिष्ठः तथैव परम्परासम्बन्धः अपि स्यात् किन्तु अत्र भिन्ना समस्या अत्र सम्बन्धः द्विनिष्ठः एव नास्ति स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थितौ यद्यपि स्वसमवायिसमवायित्वसम्बन्धः कपाले अस्ति किन्तु घटपरिमाणे नास्ति स्वसमवायिसमवायी कपालः इदं समवायित्वं च कपाले एव भवति अस्तु ततः अग्रे पुस्तकम् अस्ति इति यथा संयोगसम्बन्धः उभयत्र आश्रितः द्विनिष्ठः तथा एव परम्परासम्बन्धः अपि स्यात् परन्तु नास्ति किन्तु अत्र भिन्ना समस्या अस्ति अत्र सम्बन्धः द्विनिष्ठ एव नास्ति नाम तत्र संयोगसम्बन्धः द्विनिष्ठः हस्तपुस्तकयोः संयोगसम्बन्धः हस्ते अपि अस्ति पुस्तके अपि अस्ति किन्तु यदि वयं तत्र किं तत्र घटपरिमाणं परम्परासम्बन्धेन कपाले अस्ति इति यदि वक्तुम् इच्छामः तर्हि तत्र परम्परासम्बन्धः कः भवति परम्परासम्बन्धः घटपरिमाणं कपाले केन सम्बन्धेन वर्तते अत्रैव उक्तं समवायित्वसम्बन्धेन खलु यतोहि घटपरिमाणं घटे समवायसम्बन्धेन अस्ति पुनः घटः कपाले घटः कपाले समवायसम्बन्धेन अस्ति सम्बन्धेन अस्ति अतः एव तत् घटपरिमाणं स्वसमवायि समवायित्वसम्बन्धेन कपाले कपाले अस्ति अस्ति तर्हि तत्र अग्रे इति स्थितौ इति स्थितौ यद्यपि स्वसमवायि समवायित्वसम्बन्धेन कपाले अस्ति किन्तु घटपरिमाणः सम्बन्धः कपाले अस्ति सम्बन्धः कपाले अस्ति एषः सम्बन्धः साक्षात् सम्बन्धः वा परम्परासम्बन्धः वा एषः सम्बन्धः परम्परासम्बन्धः परम्परासम्बन्धः हा तर्हि एषः परम्परासम्बन्धः कपाले अस्ति अस्ति एव किन्तु किन्तु घटपरिमाणेन अस्ति हा किमर्थम् एषः सम्बन्धः घटपरिमाणे नास्ति यतोहि तत्र किमस्ति स्वसमवायिसमवायिकपालः अस्ति खलु अतः स्वसमवायिसमवायिकपालः अस्ति तत्र समवायित्वं तत्र स्वसमवायिसमवायित्वं नाम घटसमवायित्वं खलु घटसमवायित्वं कपाले अस्ति स्वसमवायिसमवायित्वम् इति तादृशसमवायित्वं कपाले वर्तते किन्तु एतम् इदं समवायित्वं कपाले एव भवति घटपरिमाणे नास्ति न भवति घटपरिमाणे तत्र स्वम् इति यदि चिन्तयामः तर्हि तत्र स्वं स्वसमवायिसमवायित्वसम्बन्धः कपाले अस्ति तादृशसम्बन्धः तत्र घटपरिमाणे नास्ति केवलं तत्र यत् यतोहि तत्र समवायित्वं तत्र कपाले एव अस्ति तत्र घटपरिमाणे स्वसमवायित्वं नास्ति समवायित्वं केवलम् आश्रये एव भवेत् किन्तु तत्र घटपरिमाणं कस्यापि आश्रयः नास्ति कार्यमस्ति कपालः कपालः आश्रयः अस्ति अधिकरणमस्ति किन्तु घटपरिमाणं तु अधिकरणं नास्ति, अतः एव तत्र समवायित्वं तस्मिन् नास्ति इति अस्ति. समीचीनम्. अस्तु, तत्र प्रश्नः अस्तु. अग्रे धन्यवादः महोदय. अग्रे तत्र विमला भगिनी अग्रे पठितुम् इच्छति वा? अस्तु महोदय. संयोगः इति यथा उच्यते तादृशसरलसम्बन्धः नास्ति अत्र. पारम्पर्यात् स्वस्य समवायी घटः, घटस्य समवायी कपालः, स्वसमवायिसमवायित्वं कपाले एव न तु स्वस्मिन्. अतः एतादृशसम्बन्धः घटपरिमाणे अपि अस्ति इति वक्तुं न शक्यते. विपरीतरीत्या अपि तु अपि वक्तुं शक्यते. स्वम् इति कपालः, स्वसमवेतः घटः, पुनः घटसमवेतं घटपरिमाणं, स्वसमवेतसमवेतं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे. यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धिनघटपरिमाणे, किन्तु इदं स्वसमवेतसमवेतत्वं केवलं परिमाणे न तु कपाले इति. इत्युक्तौ संयोगः यदा वयं वदामः तत्र सम्बन्धः सरलः अस्ति. द्वयोः मध्ये अपि सम्बन्धः साक्षात् अस्ति. अत्र पारम्पर्यस्य आवश्यकता नास्ति. परन्तु समवायसम्बन्धस्थले उक्तमस्ति स्वपरिमाणस्य समवायी अस्ति घटः, घटस्य समवायी कपालः. समवायित्वं केवलं कपाले एव अस्ति इत्युक्ते स्वसमवाय घटस्य समवायित्वं कपाले अस्ति, न तु स्वस्मिन् इत्युक्ते न तु परिमाणे. अतः एतादृशसम्बन्धः घटपरिमाणे अपि अस्ति इति न वक्तुं न शक्यते. विपरीतरीत्या अपि वक्तुं शक्यते. स्वम् इति कपालः, यत्र स्वम् इति घटपरिमाणं नास्ति, परन्तु अत्र स्वम् इत्युक्ते कपालः अस्ति. पूर्वं तत्र स्वम् इति परिमाणं परिमाणस्य विषये आसीत्, घटस्य स्वम् इति आरभ्य घटपरिमाणं, तदनन्तरं समवायी इत्युक्ते घटः, पुनः घटस्य आश्रय कपालः, अथ स्वसमवायि समवायी इति अधो आगतवन्तः, अधो भागम् आगतवन्तः. कपाले कपालपर्यन्तम् आगतवन्तः. इदानीं कपालतः उपरि गन्तुम् उपरि गन्तुम् इच्छामः. कपाले समवायसम्बन्धेन घटः अस्ति, तस्मात् तेन कारणे तत् घटः समवेतः इति उच्यते. स्वसमवेत स्व इति कपाल, कपालसमवेतः घटः, पुनः घट घटे घटपरिमाणं समवायसम्बन्धेन अस्ति इत्युक्ते घटसमवेतं घटपरिमाणम्. उत्तमं. स्वसमवेतसमवेतं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे. यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे अस्ति, परन्तु तत् कपालपरिमाणे इदं स्वसमवेतसमवेतत्वं केवलं परिमाणे, घटपरिमाणे अस्ति, परन्तु तत् कपाले नास्ति. अतः तत्र इदानीं तत्र परम्परासम्बन्धः तत्र किं भवति? एकस्मिन्नेव अधिकरणे एकविधपरम्परासम्बन्धः भवति. तत्र विपरीतदिशि वक्तुम् इच्छामश्चेत् परम्परासम्बन्धः वर्तते, किन्तु सः परम्परासम्बन्धः भिन्नः भवति. भिन्नः नाम स्वसमवायसमवायित्वसम्बन्धः इति एकस्यां दिशि वर्तते चेत् अन्यस्यां दिशि स्वसमवेतसमवेतत्वसम्बन्धः इति अन्यस्यां दिशि भवति. तर्हि तत्र यत्र परम्परासम्बन्धः भवति तत्र द्विनिष्ठः इति न वक्तुमेव शक्नुमः. तर्हि महोदय, उपरि एकमुख इति आसीत्, तत् किं नाम परम्परासम्बन्धः एकमुखेन स्वीकरणीयं? एकमुखेन एव नाम एकस्यां दिशि एव गच्छति स्वीकरणीयम्. अस्तु अस्तु अस्तु, एकस्यां दिशि एव इति एव वार्ता. अस्तु, समीचीनम्. अस्तु, धन्यवादः. धन्यवादः भगिनि. तत्र उषा भगिनी अग्रे तत्र अन्तिम वाक्यत्रयमस्ति. प्रकृतौ प्रकृतौ च स्वसमवायिसमवायित्वं कपाले एव. अतः परम्परासम्बन्धः यत्र भवति तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति. अत्र सम्बन्धः द्विनिष्ठः नास्ति. स्वसमवेतसमवेतत्वं परिमाणे न तु कपाले. स्वसमवायिसमवायित्वं कपाले न तु परिमाणे. प्रकृतौ च स्वसमवायिसमवायित्वं कपाले एव. अत्र घटपरिमाणम् इति स्व इति कृते घटपरिमाणं समवायिसमवायित्वं कपालः इति भवति. सो तत्तपि स्वसमवायिसमवायित्वं कपाले एव भवति. परन्तु वयं अदर् अन्य मार्गे परिमाणे एषः सम्बन्धः नास्ति. परिमाणे एषः सम्बन्धः नास्ति कपाले एव. परिमाणस्य कृते कपालः इति स्वम् इति स्वीकृतं चेत् स्वसमवेतसमवेतत्वं परिमाणे एव भवति. उत्तमं. सहसम्बन्धः अस्ति कपाले नास्ति. अतः परम्परासम्बन्धः यत्र भवति तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति, द्विनिष्ठः इति नास्ति. नाम तत्र यत्र परम्परासम्बन्धः अस्ति तत्र परम्परासम्बन्धः एकस्मिन् एव आश्रये अस्ति. एकस्मिन् आश्रये अस्ति. नाम तत्र परिमाणम् अपि तत्र घटपरिमाणमपि कपालः तयोः मध्ये परम्परासम्बन्धः वर्तते, किन्तु एकः एव आश्रयः भवति. एकस्मिन् एव तत्र कपाले परम्परासम्बन्धः अस्ति इति वक्तुं शक्नुमः, किन्तु परम्परासम्बन्धः कपाले अस्ति इति यदि वदामः सः एव सम्बन्धः परिमाणे नास्ति. नास्ति. यथा संयोगः द्विनिष्ठः आसीत् तथा एषः सम्बन्धः परम्परासम्बन्धः नास्ति. इति वर्त अतः भेदः वर्तते परम्परासम्बन्धः संयोगसम्बन्धः तयोः मध्ये भेदः. एषसम्बन्धः द्विनिष्ठः नास्ति इति अस्ति. समीचीनं. धन्यवादः भगिनि. अतः तत्र करपत्रस्य पठनं समाप्तम्. इदानीम् अग्रिमे वर्गे वयं तत्र द्वितीय असमवायिकारणभर्णनम् इति पेज् 94 तत्र विद्याधर्यं तत्र ततः आरभ्य तत्र पठितुं शक्नुमः अग्रिमवर्गे. बहु समीचीनम् अस्ति. धन्यवादः. नमस्कारः. अग्रिमे वर्गे मिलामः तर्हि. नमस्कारः. धन्यवादः.